अस्माकं विषयः चलितं विषयचलितः अस्ति अधुना अष्टाध्यायाः समग्रदृष्टिः। तर्हि अष्टाध्यायाम् अस्माभिः गतरविवासरे पठितं यत् अष्टाध्यायां सूत्राणि प्रकरणरूपे आयोजितानि सन्ति। ये यानि सूत्राणि एकं समानं कार्यं कुर्वन्ति तानि सर्वाणि एकस्मिन् एव प्रकरणे सन्ति। तर्हि अस्माभिः दृष्टं यत् इत्संज्ञा विधायकसूत्राणि यानि सन्ति तानि सर्वाणि इत्संज्ञा प्रकरणे सन्ति, एकस्मिन् एव स्थले सन्ति। प्रकरणस्य महत्त्वं किम्? एकस्मिन् स्थले यदा सूत्राणि भवन्ति तर्हि अनुवृत्त्याः सौकर्यं भवति। सन्दर्भं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् कस्मिन् सूत्रे कस्य सूत्रस्य अनुवृत्तिः भवति। तस्य महान् लाभः अस्ति, अतः प्रकरणस्य महत्त्वम् अधिकमस्ति। यथा प्रकरणम् अस्ति तथैव प्रक्रिया अपि अस्ति। प्रकरणम् इत्युक्ते किम्? एकस्मिन् एकं समानं कार्यं यानि सूत्राणि कुर्वन्ति तानि सर्वाणि एकस्मिन् प्रकरणे भवन्ति। प्रक्रिया इत्युक्ते एकस्मिन् कार्यायै यानि सूत्रा येषां सूत्राणाम् आवश्यकता अस्ति तानि सर्वाणि सूत्राणि एकस्मिन् प्रक्रियायां भवन्ति। तर्हि केचन व्याकरणग्रन्थाः उदाहरणसिद्धान्तकौमुदी प्रक्रियारूपेण आयोजितानि सन्ति, परन्तु अष्टाध्यायी तु प्रकरणरूपेण आयोजिता अस्ति इति अस्माभिः दृष्टम्। तर्हि अधुना प्रश्नः अस्ति वा? कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु, नास्ति चेत् अग्रे गच्छामः। तर्हि इत्संज्ञाप्रकरणम् अस्माभिः गतरविवासरे पठितम्। वयम् इत्संज्ञाप्रकरणविषये तु सर्वे जानीमः एव, इत्संज्ञाप्रकरणे कानि सूत्राणि सन्ति, सूत्रेषु कस्य सूत्रस्य अनुवृत्तिः भवति इति तु वयं सर्वे जानीमः। तादृशम् एव एक उदाहरणरूपेण अन्यत् प्रकरणम् अधुना वयं पश्यामः। दीर्घरूपेण तस्य अध्ययनं तु अनन्तरम् एव भवति, परन्तु प्रकरणरूपेण सूत्राणि कथम् आयोजितानि सन्ति इति चर्चा भवति, अतः एक नूतन उदाहरणम् अधुना वयं पश्यामः। तर्हि लीना दोषी महोदय अस्ति खलु? आम् अस्मि। अस्ति महोदय, द्वित्वप्रकरणम् इति पठतु। आम्, द्वित्वप्रकरणं षट् एक एकतः षट् एक द्वादश पर्यन्तं सूत्राणि। अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव सम्पूर्णतया संस्कृतभाषायां कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते। अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इति अपि सूच्यते अत्र। प्रथमः सूत्रः, अहम् एकं प्रश्नं पृच्छामि, द्वित्वं जानाति वा भवती? हा, द्वित्वम् एकस्य वर्णस्य द्विवारम् उपयोजनं नाम द्वित्वं। द्वित्वं नाम अभ्यासः। तर्हि उदाहरणं जानाति वा? हा, ददाति इत्यत्र द द इति पदस्य द्वित्वं भवति, तृतीयगणस्य धातुः अस्ति, तत्र द्वित्वम् अस्ति। तथा च लिट् लकारे चकार चक्रे इत्र द्वित्वम् अस्ति। अस्ति, तर्हि यथा महोदयाया सम्यक् रीत्या उक्तं, यत्र द्विवारम् एकवर्णम् आगच्छति तत्र द्वित्वं भवति, स बहु स्थानेषु बहुषु स्थानेषु द्वित्वं भवति संस्कृतव्याकरणे, परन्तु प्रायः ये उदाहरणं सर्वे जनाः जानन्ति तदस्ति जुहोत्यादिगणे. जुहोत्यादिगणः अस्ति, तृतीयगणः अस्ति. जुहोत्यादिगणे यदा लट् लकार लिट् लोट् लकारः अथवा कस्यापि लकारस्य रूपं तिङन्तरूपं भवति तत्र द्वित्वं भवति. उदाहरणं दा धातुः अस्ति, दा टु गिव्, तत्र ददाति इति रूपं भवति, ददाति द्विवारम् आगच्छति खलु, द द्वित्वम् अस्ति. तर्हि भी धातुः अस्ति, भी भीम भी अस्ति टु फियर्, तत्रापि द्वित्वं भवति, बिभेति बिभेति जुहोत्यादिगणे. तर्हि तत्र बहुषु स्थलेषु द्वित्वं भवति. तर्हि सनन्तरूपाणि अपि सन्ति, सनन्तरूपाणि अपि सन्ति. सनन्त इत्युक्ते यत्र कस्यापि क्रियायाः इच्छा अस्ति, कर्तुम् इच्छा अस्ति कस्यापि क्रियायाः, तत्र सनन्तरूपं भवति. तर्हि यदि अस्ति जिज्ञासा, पिपासा इति सनन्तरूपा, तर्हि पातुम् इच्छा, अहं पातुम् इच्छामि इति अहं वक्तुम् इच्छामि इति अहं कथयितुं शक्नोमि, अथवा अहं पिपासमि इति अपि अस्ति रूपं. तर्हि सनन्तरूपम् अस्ति, तत्रापि द्वित्वं भवति. अत्र अतः बहुषु स्थलेषु द्वित्वं भवति. तर्हि द्वित्वकृते ये यानि सूत्राणि सन्ति ते एकस्मिन् एव स्थले भवन्ति, तस्य द्वित्वप्रकरणम् इति नाम अस्ति. तर्हि अत्र महोदय अग्रे पठतु. एकाचो द्वे प्रथमस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते. एक षड् एक एकतः षड् एक द्वा द्वादशपर्यन्तं सर्वत्र अधिकारसूत्रम् अनुवर्तते. सूत्र स्वयं सम्पूर्णम् जागृ जा जागृ पच् पच् पच् इ इ. अत्र जागृ इति पदे जा जा इति पदस्य द्वित्वं, पच् इति पदे पच् पच् इति द्वित्वं, तथा इ धातु मध्ये इ इ इति पदस्य द्वित्वम् अस्ति. अत्र सत्रं स्वयं सम्पूर्णम् इति पदस्य अर्थं स्पष्टं न किन्तु कापि अनुवृत्तिः नास्ति, अनुवृत्तिः नास्ति. तर्हि एकाचो द्वे प्रथमस्य सूत्रं किं वदति, तत्र यत् द्वित्वं भवति तथा द्वित्वं कथं करणीयं, कस्य वर्णस्य द्वित्वं भवति इति वदति. तर्हि एकाचो द्वे प्रथमस्य वदति यत् एकाच एव अस्ति, यदि धातुमध्ये एक एव अच् वर्णः अस्ति तर्हि प्रथमभागस्य द्वित्वं भवति. तर्हि अत्र क्षम्यतां, तथा नास्ति. एकाचो द्वे प्रथमस्य वदति यत् धातुषु यत् धातु, तर्हि किं किं करणीयं, धातुमध्ये यत् अच् वर्णाः सन्ति तानि स्वीकरोतु. अच् अच् वर्णपर्यन्तं सर्वम् एकभागम् अस्ति. उदाहरणमस्ति जागृ, जागृमध्ये अच् वर्णाः के के सन्ति, आ रु रु. तर्हि अच् वर्णपर्यन्तम् एकभागं, तर्हि जा एकं भागम् अस्ति, गृ अन्यद् भागम् अस्ति. तर्हि तावदस्ति चेत् प्रथमभागस्य द्वित्वं करोतु. एकाच प्रथमस्य अचः द्वित्वं करणीयं वा, प्रथम अच वर्णपर्यन्तं यत्किमपि अस्ति तस्य द्वित्वं करोतु. अतः जागृ मध्ये जा तस्य द्वित्वं भवति, जा जागृ. ई मध्ये ई ई ई एव अस्ति, अतः ई. पच् मध्ये अपि वस्तुतः चकारस्य द्वित्वं न अस्ति, केवलं प पच् इति करोतु. प पच् अग्रे. अत्र संक्षेपरूपेण एवं वयं पठामः, यतोहि द्वित्वस्य गभीरचिन्तनं तु जुहोत्यादिगणे आगच्छति, तत्र भवति, परन्तु अत्र केवलं संक्षेपरूपेण. अस्तु अग्रे. अजादेर्द्वितीयस्य अधिकारसूत्रं द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णम् ऊर्णु ऊर्णु नु. तर्हि अत्र किम् अस्ति? अत्र अत्र अत्रापि अनुवृत्तिः नास्ति, नास्ति, तथा च अधिकारसूत्रमस्ति एतत्. अत्र द्वितीयपदस्य द्वित्वम् अस्ति वा? आम्, एकं महोदय पदं नास्ति, द्वितीयभागः वर्णस्य, वर्णस्य भागः. अत्र किम् अस्ति, प्रथमसूत्रे अस्माभिः दृष्टं यत् प्रथमभागस्य द्वित्वं, प्रथमस्य द्वित्वं. परन्तु यदि अजादि अस्ति, अजादि यत् नाम धातोः आदिमः स्वरतः द्वितीयभागस्य द्वित्वं भवति, द्वित्वं ऊर्णु, ऊर्णु धातुः अस्ति, अत्र अजादि अस्ति, अतः द्वितीयभागस्य द्वित्वं भवति णु. अतः ऊर्णु मध्ये उकारस्य द्वित्वं न, परन्तु णु तस्य द्वित्वं भवति. नन्द्राः संयोगादयः षट् एक त्रि अजादेः द्वितीयस्य नन्द्राः संयोगादयः द्वे ऊर्णु ऊर्णु नु उन्द योगसन् उन्दिश उन्दिश दिश. अत्र किं तर्हि अत्र प्रथमतया अजादेः द्वितीयस्य इति सूत्रस्य सम्पूर्णरूपेण अनुवृत्तिः अस्ति. तर्हि एकाचो द्वे प्रथमस्य इति सूत्रात् द्वे इति पदस्य अनुवृत्तिः अस्ति. तर्हि अत्र किं भवति, अत्र लिखितम् अत्र निषेधः अस्ति यत् यदा द्वितीयं भवति, यदा द्वितीयं भवति तर्हि यदि संयोगवर्णः अस्ति तस्य आदौ यदि नकारः दकारः रेफः अस्ति तेषां तेषां द्वित्वं न भवति. उदाहरणं ऊर्णु अस्ति खलु, ऊर्णु मध्ये द्वितीयभागस्य द्वित्वं भवेत्, नाम रेफः णकारः उकारः तस्य द्वित्वं भवेत् खलु. परन्तु अत्र यस्य द्वित्वं भवति तस्य तस्य आदौ संयोगः अस्ति, तस्य संयोगः अस्ति खलु रणु. तर्हि तत्र संयोगादिवर्णः अस्ति रेफः, तस्य तत्र यदि रेफः अस्ति तस्य द्वित्वं न मा करोतु. अतः ऊर्णु मध्ये रणु तस्य द्वित्वं न अस्ति, केवलं नु तस्य द्वित्वम् अस्ति, अतः ऊर्णु नु. तर्हि किं तृतीयः सूत्रः प्रथम सूत्रद्वयोः निषेधसूत्रः वा? द्वितीयसूत्रस्य एकरीत्या निषेधः अस्ति. उन्दिशमध्ये अपि उन्दिशधातुः अस्ति, तत्र द्वितीय तत्र अजादिः अस्ति खलु. आम्, अजादिः अस्ति, अतः तत्र द्वितीयभागस्य द्वित्वं भवति. द्वितीयभागः किम् अस्ति, न दि, न दि, न्दि. तर्हि तत्र नकारस्य द्वित्वं न भवति, केवलम् उन्दिश दिश. तत्र यदि न वार वा अस्ति तस्य द्वित्वं न भवति. आम्, यदि न र अथवा न द र अस्ति संयोगादिसूत्रस्य आदौ तत् तस्य द्वित्वं न भवति. तथा द तथा र पदत्रयम्. अतः नद्रा महोदय संशय एकः संशयः अस्ति. आम्, इन्द्र इति अस्ति, किं सूचयति इन्द्र, न इन्द्रसंयोगादयः इति अस्ति, इन्द्र इन्द्राः इति अस्ति, इन्द्राः इन्द्र इन्द्राः इन्द्र समासपदमस्ति, न एकवारं वदतु महोदय. लीना महोदय वदतु. अत्र समासः अस्ति इतरेतरद्वन्द्वसमासः, न तथा द तथा र इति पदयोः एकत्रीकरणं संयोगं कृतः, न च द च र च. अस्तु अस्तु अस्तु धन्यवादः. अवगच्छति वा महोदय? अस्तु महोदय, अवगच्छामि. अग्रे अवगच्छामि. अग्रे पठतु महोदय. पूर्वोऽभ्यासः, पूर्वः अभ्यासः द्वयोः संज्ञासूत्रम्. अत्र द्वयोः कस्य पदस्य अनुवृत्तिः अस्ति अत्र? अत्र द्वे अस्ति खलु, तस्य अनुवृत्तिः भवति, तस्य रूप यदा अनुवृत्तिः भवति तथा कुत्रचित् कुत्रचित् रूपपरिवर्तनमपि भवति अपि भवति. ओके, द्वयोः इति पदस्य अनुवृत्ति भूत्वा तस्य अपरं विभक्त्यां योजनं कृतम् प्राप्तं. तर्हि यदा द्वित्वं भवति तत्र द्वयोः मध्ये यत् पूर्वम् अस्ति तस्य नाम अभ्यासः. तर्हि अत्र जागृ मध्ये जा जागृ अस्ति खलु, तर्हि यत् प्रथमं जा अस्ति तस्य संज्ञा भवति अभ्यासः. सो इट् इस् काल्ड् एज़, जा इस् काल्ड् एज़ अभ्यासः. आम्. उभे अभ्यस्तम्, उभे द्वे अभ्यस्तं संज्ञासूत्रम्. उभे द्वे अभ्यस्तम् न प्राप्तम्. तर्हि प्रथमभागस्य नाम किमस्ति? अभ्यासः. तर्हि आहत्य द्वयोः नाम आहत्य किमस्ति? अभ्यस्तम्. ओके, नाम जागृ मध्ये जा जागृ अस्ति, तर्हि प्रथमजा तस्य नाम अस्ति अभ्यासः, परन्तु जा जागृ तेषाम् एकः नाम अस्ति, उभयोः नाम भवति अभ्यस्तम्. प्राप्तम्. अग्रे. जक्षितादयः षट्, जक्षित्यादयः षट् अभ्यस्तम्. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्ष, जागृ, दरिद्रा, चकास, शास, दिधिङ्, वेविङ् च. तेषां द्वित्वाभावे अपि अभ्यस्तसंज्ञा. अत्र एकः गणः अस्ति, तत्र द्वित्व अभावः भवति चेत् अपि तेषाम् अभ्यस्तसंज्ञा भवति इत्यस्य कृते एतत् सूत्रं दत्तम्. तर्हि सामान्यतया अभ्यस्तसंज्ञा कदा भवति? यदा द्वित्वं भवति तदा एव अभ्यस्तसंज्ञा भवति. परन्तु अगादिगणे एकः अन्तर्गः अस्ति, अन्तर्गणः अस्ति, तत्र सप्तधातवः सन्ति, जक्ष, जागृ, दरिद्रा, चकार, शात, तिथिङ्, वेविङ्. तेषां यदि द्वित्वमपि न भवति तर्हि अपि तत्र अभ्यस्तसंज्ञा भवति इति वार्ता. तर्हि आहत्य अभ्यस्तसंज्ञा कुत्र कुत्र भवति महोदय? अभ्यस्तसंज्ञा अदादिगणे भवति. अभ्यस्तसंज्ञा, अभ्यस्तसंज्ञा पूर्वस्य पूर्वपदस्य तथा च तस्य परपदस्य उभयपदस्य अभ्यस्तसंज्ञा तथा च अदादिगणे एकः अन्तर्गणः यत् वर्तते तस्य अपि अभ्यस्तसंज्ञा. नाम यत्र द्वित्वं भवति तत्र अभ्यस्तसंज्ञा आगच्छति, अथवा अन्तर्गणे यत्र सप्तधातवः सन्ति, जक्ष, जागृ, दरिद्र, चकार, शाक, तिथिङ्, वेविङ्, तत्र द्वित्व नास्ति तथापि अभ्यस्तसंज्ञा. अग्रे. तुजादीनां दीर्घोभ्यासस्य सूत्रं स्वयं पूर्णं, नाम अत्र अनुवृत्तिः नास्ति. तुज् इव धातूनाम् अभ्यासस्य स्वरः दीर्घः. वेदे एव तुज् कानच् लिटः कानज्वा इति, अनेन वेदे लिटः स्थाने कानच् विकल्पेन तुतुजान् तुतुजानः ऋग्वेदे एक त्रि षट्. अत्र एतद् सूत्रं केवल वेदे एव दृश्यते, अतः लौकिकभाषायां न दृश्यते. तस्य अर्थः यत् यदि तुज् आदि एकः गणः अस्ति धातूनां, न जाने तुज् आदि नाम किं, तस्य यदि ह्रस्व अस्ति त, तर्हि अभ्यासस्थाने तस्य दीर्घः भवति। तर्हि अत्र अत्र दृश्यतु तुज् अस्ति खलु, तुज् मध्ये यदा अहं द्वित्वं करोमि तथा कथं भवति? प्रथमतया तु तुज् खलु, तु तुज् तत्र अभ्यासः किम् अस्ति, कः अस्ति? तु। तर्हि इदं सूत्रं वदति यत् तुज् इव धातूनां कृते अभ्यासस्य ह्रस्वस्वरस्य दीर्घत्वं भवति, तर्हि तु तस्य दीर्घः भवति तु, अतः अत्र रूपं भवति तु तुजानः। परन्तु अस्य सूत्रस्य लौकिकभाषायां कुत्रापि प्रयोगः न भवति, केवलं वेदे एव। लिटिधातोर् अनभ्यासस्य, लिटिधातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य वच् वच् वच् उवाच। तर्हि भवती उक्तं खलु, भवत्या उक्तं खलु लिटि लिटि अपि द्वित्वं भवति। आम् प्रथम पूर्वतया पूर्वं चकारचक्रे। तर्हि इदं सूत्रं तस्य कारणीभूतसूत्रमस्ति। केन सूत्रेण लिट् लिटि अभ्यासः लिटि द्वित्वं भवति? अनेन सूत्रेण लिटि धातोः द्वित्वं भवति, अतः वच् अस्ति, अतः तस्य द्वित्वं भवति ववच्। तदनन्तरं केन रूपेण अनन्तरं दृश्यामः पश्यामः केन रूपेण तस्य उवाच भवति। संयङो धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य। अत्र एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य इति पदस्य अनुवृत्तिः दृश्यते। संयङो अधिकारसूत्रं नास्ति, उपरि एकाचो प्रथमस्य अजादे द्वितीयस्य अधिकारसूत्रमस्ति, अतः बहुषु स्थलेषु तेषां तयोः अनुवृत्तिः भवति। प्राप्तं। धातोः अपि अधिकारसूत्रः अस्ति वा? अत्र धातुः अत्र तस्य प्रायः नास्ति, अनुवृत्तिः भवति। अधिकारसूत्रम् इत्युक्ते बहुषु सूत्रेषु तस्य अनुवृत्तिः भवति। मेन् अस्ति सूत्रं तत् एकरीत्या मेन् सनि सनि पट् पट् पपठिष्यति। तर्हि यथा मया उक्तं सन् मध्ये अपि द्वित्वं भवति, तर्हि अत्र केन सूत्रेण द्वित्वं भवति? अत्र अस्य सूत्र सूत्रेण भवति संयङोः उच्चारणं संयङोः। श्लौ श्लौ धातोः द्वे, धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरनभ्यास्तस्य इत्यस्मात् सूत्रात्। एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इति अनयोः अधिकारः अत्र अपि, किन्तु जुहोत्यादिगणे अनेकाच धातु एकः अपि नास्ति। दादा दादा ददाति। तर्हि अस्माभिः दृष्टं यत् जुहोत्यादिगणे द्वित्वं भवति खलु, ददाति केन सूत्रेण भवति? अनेन सूत्रेण श्लौ। यदा वयं पठामः अग्रे जुहोत्यादिगणस्य चर्चां यदा वयं कुर्मः तत्र वयं पश्यामः यत् श्लूक् आगच्छति, कुतः आगच्छति अनन्तरं पश्यामः तत्र श्लू विकरणम् अस्ति वा? विकरण इव अस्ति, विकरण इव अस्ति, परन्तु साक्षात् विकरणं नास्ति, परन्तु आम् विकरणम् इव अस्ति। तर्हि जुहोत्यादिगणे श्लौ श्लू आगच्छति, यदा श्लू आगच्छति तदा अनेन सूत्रेण द्वित्वं भवति जुहोत्यादि। अस्तु अग्रे। चाङि चङि चङि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य। लुङ्लकारे कम कम कम अचकमत। तर्हि लुङ् लकारे चङ् प्रत्ययः आगच्छति, तत्रापि द्वित्वं भवति। अग्रे द्वाश्वास्नावान्निढवांश्च द्वित्वनिषेधकं सूत्रं। छन्दसि, छन्दसि नाम वेदे एव. क्वसुश्च इति अनेन लिटः स्थाने विकल्पेन क्वसु इति प्रत्ययः भवति. तत्र त्रिषु धातुषु द्वित्वं निषिद्धं. दाश्रु योगः क्वसु, दाश्वान् सह योगः क्वसु, साह्वान् मिष्ठ योगः क्वसु, मिढ्वान् च एतेषां द्वित्वं न भवति. वेदे एव निषेधः, लौकिके न. प्रायः लौकिके अस्ति न वा इति एव प्रश्नः अस्ति. कदि कदा कदा लौकिकभाषायां तत् नास्ति एव, परन्तु हा छन्दसि प्रायः छन्दसि एव तस्य छन्दसि एव तस्य प्रयोगः दृश्यते. तर्हि अत्र द्वित्वं न दृश्यते खलु. दाश्र प्लस् क्वसु, तत्र दाश्वान् भवति, ददाश्वान् इति कुत्र सः प्लस् क्वसु, तत्र सः सः साहवान् इति न भवति, एकमेव सकारः अस्ति. तर्हि मिष्ठमध्ये अपि एकमेव मकारः अस्ति, तत्र द्वित्वं न भवति. तर्हि इदं सूत्रं द्वित्वनिषेधकसूत्रमस्ति. तर्हि आहत्य अत्र अस्माभिः दृष्टं द्वादशसूत्रेषु एतद् द्वित्वं कथं भवति, कुत्र भवति. सर्वाणि सूत्राणि एकस्मिन् एव स्थले भवन्ति, अतः अनुवृत्त्याः सौकर्यं भवति. वयं द्रष्टुं शक्नुमः यत् कस्य सूत्रस्य कुत्र अनुवृत्तिः भवति. अतः इदं द्वित्वप्रकरणम् अस्ति. तर्हि द्वित्वकृते यानि यानि सूत्राणि, प्रमुखसूत्राणि यानि यानि सन्ति, तानि सर्वाणि एकस्मिन् एव स्थले सन्ति. 611 to 612. महोदय मम अभ्यास अनभ्यासस्य किञ्चित् क्रमः अस्ति. अभ्यास इत्युक्ते यदा द्वित्वं भवति प्रथमवर्णस्य वर्णसमूहस्य अभ्यास इति संज्ञा अस्ति. अपि च द्वयोः यदा द्वित्वं भवति अभ्यासस्य अपि अनभ्यासस्य यदा जजाग्र इति अस्ति, जजाग्र पद ज अपि च जाग्र अनयोः मेलनेन अभ्यासम् इति संज्ञा भवति इति. सम्यक् वा? तर्हि जजाग्र मध्ये जा अस्ति, फस्ट् पार्ट् अस्ति, तस्य नाम अभ्यासः. जाग्र अस्य अभ्यस्तं नाम. जाग्र अस्य उभयोः एकनाम अस्ति अभ्यस्तम्. अनभ्यस्त इत्युक्ते किम्? अनभ्यस्त कुत्र भवति? अनभ्यासस्य इति भवान्. तर्हि तत्र अस्ति अनभ्यासस्य, तस्य नाम तस्य अर्थः अस्ति यत्र अभ्यासः न. अनभ्यासस्य इत्युक्ते न अभ्यासस्य खलु? तर्हि यत्र अभ्यस्तकार्यं न अस्ति तत्र एव सूत्रस्य कार्यं भवति. नाम वदतु. जाग्र अस्ति, अहं चिन्तयामि जाग्र इति अनभ्यास वा? न, तथा नास्ति. अनभ्यासस्य इत्युक्ते यत्र पूर्वम् एव अभ्यासः न अस्ति तत्र एव करोतु. कदा कुत्र कुत्र स्थलेषु किम् अस्ति यत्र पूर्वम् एव तत्र अभ्यासकार्यं भवति, तस्य अनन्तरं पुनः द्वित्वकार्यं, तस्य अनन्तरं पुनः द्वित्वकार्यं मा करोतु इति. आह इति यदि अस्ति संयङ्गोः अस्ति खलु, तत्र अनभ्यासस्य अस्ति खलु. तर्हि तत्र यदि पूर्वम् एव केनापि सूत्रेण द्वित्वकार्यम् अस्ति पूर्वमेव, तत्र अनन्तरं पुनः अस्य सूत्रस्य प्रसक्तिः न भवति. नाम इफ् द्वित्वं हेज् आल्रेडि हेपन्ड् देन् यु केनाट् यूस् दिस् देन् दिस् सूत्र इस् नो लाङ्गर् एप्लिकेबल्. उदाहरणम् अत्र सन् अस्ति खलु, सन् अत्र पट् पट् अस्ति, पि पठिष्यति भवति, अत्र द्वित्वं भवति. अधुना अत्र अभ्यासः अस्ति खलु, तत्र तस्य पुनः द्वित्वं मा करोतु. सो now the sanyangoho sutra cannot be used to make dvitvam again. So now you cannot do san of pat pat again. It stops multiple dvitvam. तस्य दीर्घरूपेणचर्चा अग्रे आगच्छति. अधुना केवलम् अत्र अस्ति यत् द्वित्वस्य सूत्राणि कानि कानि सन्ति, संक्षेपरूपेण वर्णनमस्ति. अग्रे गच्छामः. मीना सुन्दरेशन् महोदय अस्ति खलु? मीना सुन्दरेशन् महोदय, किञ्चित् ध्वनिः अस्ति. न शृणोति वा सा? अस्तु, श्रीराम महोदय भवान् पठतु अग्रे. नमस्ते. नमस्ते. हा महोदय पठतु. नत्वप्रकरणम् अष्ट चत्वारि एक अष्ट चत्वारि नवत्रिंशत् पर्यन्तं रसाभ्यां नोनः समानपदे अष्टचत्वारि एक रेफशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशः भवति. समानपदस्थौ चेदेव निमित्तनिमित्तिनौ निमित्तनिमित्तिनौ भवतः पूर्णं तिसृणां तिसृणाम् अर्थ नकारस्य नकारः आदेशः भवति यदा रेफः रेफशकारः वर्णस्थः तदनन्तरं नकार आगच्छति तदा नकार आदेशः भवति इति सूत्रं विवृणोति. आम्, तर्हि एकस्मिन् एव पदे यदि रकारः अथवा रेफः अथवा शकारः अस्ति तस्य अनन्तरं नकारः अस्ति, साक्षात् अनन्तरं नकारः अस्ति चेत् एकस्मिन् एव पदे नकारस्य नकारः भवति. द्वितीयं सूत्रम् अट्कुप् वाङ् नुं व्यवायेपि अष्ट चत्वारि द्वितीयसूत्रम् अट् कवर्ग पवर्ग आङ् नुम् इत्येतैः यथा सम्भवं मिलितैः व्यवधानेपि नस्य नः स्यात् प्रमाणपदे अनुवृत्तिः सहितसूत्रम् अट्कुप् वाङ् नुं व्यवायेपि रसाभ्यां नो नः समानपदे करणं मार्गेण उदाहरणं दत्तमस्ति. सूत्रमस्ति तद् वदति यत् साक्षात् रेफशकारः अनन्तरं नकारः अस्ति चेत् एकस्मिन् एव पदे तर्हि नकारः भवति. इदं सूत्रं वदति यत् यदि साक्षात् नास्ति परन्तु व्यवधानम् अस्ति मध्ये, व्यवधानम् इत्युक्ते हिण्ड्रन्स्, साक्षात् न मध्ये अपि वर्णाः सन्ति. के के वर्णाः? अट् नाम अट् इत्युक्ते सर्वाणि अट् अट् प्रत्याहार. अट् प्रत्याहारस्य वर्णाः अथवा कवर्ग पवर्ग आङ् अपि कस्मिन्नपि आदेशः अस्ति नुम् अस्ति चेत् मध्ये अस्ति चेदपि नकारस्य नकारः भवति. अतः करणम् अद्य रकारं णकारं मध्ये अकारः अस्ति, अकारः अस्ति अट् मध्ये अस्ति अतः अत्रापि नकारस्य नकारः भवति इति वार्ता. अग्रे मार्गेण मार्गेण मार्गेणपि कवर्ग आगच्छति. अत्र मार्गेण रेफः नकारस्य मध्ये एकारः अस्ति खलु, एकारः अपि अस्ति. प्रतिपदिकान्तं विभक्तिषु च अष्टचत्वारि एकादश सूत्रं समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य येषु स्थितस्य नस्य नो वा स्यात् अनुवृत्तिः सहितसूत्रं पूर्वपदात् रसाभ्याम् गुप् वाङ् नुं यवायेऽपि नो नः प्रतिपदिकान्तनुं विभक्तिषु वा व्रीहिवाप्तिनौ व्रीहिवाप्तिनौ इति विकल्पम् अस्ति। तर्हि सामान्यतया एकस्मिन् एव पदे यदि निमित्तं कुतः उक्तं नाम रेफः शकारः तर्हि निमित्तिनं यथा नकारः एकस्मिन् एव पदे अस्ति चेत् तस्य नकारः भवति, परन्तु समासप्रसङ्गे यदि रेफः अथवा शकारः प्रथमपदे अस्ति तर्हि तथा नकारः द्वितीयपदे अस्ति तदापि तथापि नकारस्य नकारः भवितुं शक्नोति वा अस्ति इत्युक्ते विकल्पे। तर्हि व्रीहि वापिनः अत्र रकारः प्रथमपदे अस्ति व्रीहि, नकारः द्वितीयपदे अस्ति तथा अस्ति चेदपि विकल्पेन तस्य नकारस्य नत्वं भवति, अतः व्रीहि वापिनौ व्रीहि वापिनौ। व्रीहि इत्युक्ते कः अर्थः महोदय? व्रीहि नाम तण्डुलः, यस्य समीपे बहु व्रीहि अस्ति सः धनिकः, एतस्य कृते बहुव्रीहि समासस्य नाम अपि आगच्छति। व्रीहि नाम तण्डुलः। वापि वापि नाम जलाशयः, कूपः। तर्हि व्रीहि वापि तस्य किमर्थः भवति? व्रीहिवापिनौ अहं मन्ये कोऽपि धनिकः अस्ति यस्य केवलं द्वन्द्वसमासः अस्ति अत्र, तस्य मिलितं कोऽपि अर्थः नास्ति। यस्य समीपे वापि सः वापिन् तथा व्रीहि अस्ति सः विहिन् तेषां द्वन्द्वसमासः व्रीहि आम् अस्ति। तर्हि अत्र व्रीहि मध्ये रेफः अस्ति परन्तु नकारः वापिन् मध्ये अस्ति एकमेव पदं नास्ति तथापि विकल्पेन नत्वं भवितुं शक्नोति। अस्तु तर्हि तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम् आयोजनम् अति स्पृष्टम्। अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्रनैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते। अष्टाध्यायीक्रमस्य पठनेन अनेके महान्तो लाभः। प्रक्रियाग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति, अनेन कारणेन सूत्रक्रमः भग्नो भवति, अनुवृत्तिः नैव प्रकटा। सूत्राणां बोधार्थं महान् सङ्घर्षः। सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः। तस्य मार्गचयनस्य किञ्चन कारणं स्यात्। तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयामः। किं लिखितमस्ति महोदय? अत्र पाणिनि सूत्रक्रमं स्वीकृतवान् अस्ति. अन्यत्र सिद्धान्तकौमुद्यां प्रक्रियाक्रमं स्वीकुर्वन्ति पण्डिताः. तदपेक्षया अत्र सुलभरीत्या पाणिना सूत्राणि निर्मितानि सन्ति. अतः पाणिनेः क्रम एव सुलभमार्गः. तर्हि पाणिनि स्वयमेव प्रकरणरूपेण अष्टाध्यायाः रचना कृता पाणिनिना. तर्हि कथं प्रक्रियाकृतेन तस्य अध्ययनं करणीयं न करणीयं? प्रकरणकृते एव तस्य अध्ययनं भवतु, तस्य महान् लाभः भवति, अनुवृत्तेः सौकर्यं भवति, लघुत्वम् लघुत्वस्य सौकर्यं भवति. प्रक्रिया क्रियते यत् प्रक्रियापद्धतेः यथा सिद्धान्तकौमुद्यां प्रक्रियापद्धतिः अस्ति, तत्र तु पदनिर्माणस्य कृते इतस्ततः सूत्राणि आगच्छन्ति. तस्य अनुवृत्ते तस्य तत्र अनुवृत्तिः भग्न भवति, लाभः नास्ति. अतः पाणिनिना येन रूपेण रचना कृता तेन रूपेण एव यदि वयं पठामः तर्हि लाभः भवति. यतः प्रकरणरूपेण एव पठनं भवति चेत् सौकर्यं भवति इति सारांशः अस्ति. अस्तु, तर्हि धन्यवादः महोदय. अग्रे विधि गोविन्दराजन् महोदयस्य. आं महोदय. महोदय, विधि महोदय अस्मि महोदय, श्रूयते वा? आमाम्, अग्रे पठतु. अष्टाध्यायाः मानचित्रम्. अतः अष्टाध्यायाः मानचित्रं किम् इति अवलोकयाम. महोदय, भवत्याः ध्वनिः बहु न्यूना अस्ति. न्यूना अस्ति, किञ्चित् उच्चैः पठतु इदानीम्. आम् महोदय, 908 म्यूट् मध्ये नास्ति, अतः डिस्टर्बेन्स् भवति. अस्तु, अहं म्यूट् करोमि. अहं पठामि महोदय. अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः. पादेषु सूत्राणि क्रमेण भवन्ति. प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या सङ्ख्यायां भागत्रयं. प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य. यथा इको यणचि सिक्स् 176. इदं सूत्रं षष्ठे अध्याये तत्र प्रथमपादे सूत्रसङ्ख्या 76. अत्र अधः अष्टाध्यायाः कथं पाणिनिना स्थाप्यते इति दत्तम् अस्ति. अष्टाध्यायाः अष्टौ अध्यायाः सन्ति. एकस्मिन् अध्याये एकस्मिन् अध्याये चत्वारः पादाः सन्ति. एकस्मिन् पादे सूत्राणि सन्ति. इत्यतः एकसूत्रम् उदाहरणेन इको यणचि इति कथनेन अत्र सङ्ख्या दत्तं षट् एक 76 कथं षष्टसप्तमीय वा महोदय 6 1 प्रथमसङ्ख्या प्रथमसङ्ख्या अध्यायं वदति, द्वितीयसङ्ख्या पादं वदति, तृतीया सूत्रस्य सङ्ख्या इति दत्तं. सङ्ख्यायाः भागत्रयं प्रथमं सङ्ख्यायाः भागत्रयं प्रथमम् अध्यायं, द्वितीयं पादं, तृतीयं सूत्रम् इति क्रमेण दत्तम् अस्ति. अग्रे पठामि, अग्रे पठामि महोदय. पठतु. एकैकस्मिन् अध्याये के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः. अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः. सर्वं ज्ञात्वा न उक्तं, किञ्च अतः यद् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एका दृष्टिः सिद्धा भविष्यति. अतः वयं एकस्मिन् अध्याये वयम् इदानीं पश्यामः. अधोभागे दत्तं क्रमेण प्रथम अध्याये किं वदति, द्वितीय अध्याये, तृतीय अध्याये इति अष्ट अध्यायेषु किं किं दत्तम् अस्ति इति विस्तीर्णरूपेण वयं जानीमः अधुना इदानीं. के मुख्यविषयाः अन्तर्भूताः इति वयं ये सर्वे दृष्ट्वा जानीमः. तर्हि अधुना सूत्रसङ्ख्यां दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् तस्य सूत्रस्य कार्यं किं भवेत् इति अनुमानं कुर्मः, कर्तुं शक्नुमः. यतोहि सर्वाणि सूत्राणि यत् समानकार्यं कुर्वन्ति ते एकस्मिन्नेव स्थलेषु सन्ति. अतः प्रथम अध्याये यानि सूत्राणि सन्ति ते ब्रोड्लि एकरीत्या कार्यं कुर्वन्ति, द्वितीय अध्याये यानि सूत्राणि सन्ति ते ब्रोड्लि एकरीत्या कार्यं कुर्वन्ति. अतः सूत्रसङ्ख्यां दृष्ट्वा कस्मिन् अध्याये कस्मिन् पादे अस्ति इति दृष्ट्वा तस्य कार्यस्य अनुमानं कर्तुं शक्नुमः. अस्तु, अग्रे पठतु. धन्यवादः महोदय. प्रथम अध्यायः संज्ञासूत्राणि. प्रथम अध्यायः पूर्णतया संज्ञासूत्राणि इत्युक्तौ नामकरणं दीयते खलु. प्रायः प्रथमपादे प्रथम अध्याये संज्ञासूत्राणि सन्ति, नाम डेफिनिशन् सन्ति संज्ञा प्रथम प्रथमाध्याये. तत्र मेक् सेन्स् रैट्? प्रथम अध्याये अस्ति अतः डेफिनिशन् तत्र आगच्छन्ति. द्वितीय अध्यायः समास अधिकारः. सर्वे समासाः विहिताः. अव्ययी भावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः. द्वितीयबिन्दु विभक्तीनां विधानं. क्रमेण द्वितीया, चतुर्थी, तृतीया, पञ्चमी, प्रथमा, षष्ठी इति विभक्तयः. द्वितीय अध्याये विषयद्वयम् अस्ति, प्रायः समास अधिकारः. अधिकारसूत्राणि सन्ति, सर्वैः समासाः विहित विभिन्नसमासविवरणं दत्तम् अस्ति. अव्ययसमासः, तत्पुरुषसमासः, बहुव्रीहिः, द्वन्द्वसमासः इत्यादीनां समासः विषये सूत्राणि दीयते. द्वितीयविषयम् अस्ति विभक्तीनां विधानं क्रमेण विभक्ति प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी पञ्चमी ये सर्वे सूत्राणि विभक्तीनां विधानम् इति क्रमेण सूत्राणि सन्ति. पूरे विभक्तीनां विभक्तिसूत्राणि सर्वे सन्ति किल महोदय. तर्हि द्वितीयाध्यायस्य प्रमुखविषयाः विषयौ कौ? समास अधिकारः विभक्तीनां विधानं विषयद्वयम् अस्ति. सर्वे समासाः सर्वे विभक्तिविषये सूत्राणि सन्ति. अग्रे तृतीयचतुर्थपञ्चम च अध्यायाः प्रत्ययाध्यायाः इति उच्यन्ते. अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति. इत्युक्ते तृतीयचतुर्थपञ्चम अध्याये सर्वे प्रत्ययविषये सूत्राणि सन्ति. प्रत्ययविषये अपि च धातुविषये अपि परन्तु धातु अनन्तरं प्रत्यये आगच्छन्ति, प्रातिपदिक अनन्तरं प्रत्यये आगच्छति. सर्वेषां प्रत्ययानां विवरणं प्रदर्शयति अस्ति अत्र तृतीयचतुर्थपञ्चम अध्याये अध्याये मुख्यविषयं प्रत्ययस्य विषयम्. तृतीयः अध्यायः धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. एकं सनाधेयप्रत्ययाः, द्वितीयबिन्दु विकरणप्रत्ययाः, तृतीय कृत् प्रत्ययाः. कृत् इत्युक्ते भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च. अग्रे लकारप्रत्ययाः भूतार्थे, वर्तमानार्थे, भविष्यार्थे कालत्रयं. कर्मणि भावे च कृत् प्रत्ययाः, लकारप्रत्ययाः. स्त्रियां कृत् प्रत्ययाः. ये तृतीय अध्याये प्रत्ययविषये उच्यते. पुनः धातुभ्यः ये प्रत्ययाः विहिताः धातुविषये किम् अस्ति चेत् सनाधेयप्रत्ययाः, विकर्णप्रत्ययाः, कृतप्रत्ययः कालत्रये, वर्तमानकाले भूतार्थे, वर्तमानकाले, भविष्यत्कालेपि. लकारविषये प्रत्ययाः अपि भूतार्थे, वर्तमाने, भविष्यकाले इति. कर्मणि अपि च भावे कृतप्रत्ययाः, लकारप्रत्ययाः, स्त्रियां कृत् प्रत्ययाः न अवगच्छामि महोदय. स्त्रियां कृत् तृतीयाध्याये धातुभ्यः ये ये प्रत्ययाः विहिताः भवितुं शक्नुवन्ति तेषां विवरणं तेषां कृते सूत्राणि अत्र सन्ति. धन्यवादः महोदय. धन्यवादः महोदय. अग्रे गच्छामः. तर्हि रघुपति महोदय अस्ति खलु? चतुर्थ अध्यायः प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. त्रियां ये प्रत्ययाः तद्धिताधिकारः प्रातिके तृतीय अध्याये यदा धातुविहितप्रत्ययाः प्रत्ययाः सन्ति चतुर्थ अध्याये प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र दत्त ते सर्वे अत्र दत्ताः उक्ताः स्त्रीप्रत्ययाः अपि च तद्धिताधिकार तद्धितप्रत्ययाः पञ्चमाध्यायः तद्धित अधिकार चतुर्थ अध्याये पञ्चमाध्याये तद्धितप्रत्ययाः विभक्तिसंज्ञकाः विभक्तिसंज्ञकाप्रत्ययाः अव्ययसंज्ञकाप्रत्ययाः इति अस्ति एकनिमिषं नाम चतुर्थ पञ्चम अध्याये आहत्य प्रातिपदिकप्रत्ययाः सन्ति अस्तु अस्तु अपि च पञ्चमाध्याये द्वितीयबिन्दुः अस्ति समासान्त अधिकारः उत्तरपदस्य प्रत्ययः दीर्घपन्ताः दीर्घपतः सर्वरात्रि सर्वरात्रः महोदय अत्र समास वयं पठितवन्तः प्रथमाध्याय द्वितीय अध्याये आसीत् इति समासस्य मुख्य अध्यायः द्वितीय अध्यायः परन्तु अत्र केचन समासकृते प्रत्ययानां विषये अपि चर्चा अस्ति तत्र प्रातिपदिकेपि एव समासः भवति नाम तर्हि समासविषये मुख्यसूत्राणि द्वितीय अध्याये सन्ति परन्तु समासमध्ये अपि यदि प्रत्ययाः आगच्छन्ति कुत्र नूतन तर्हि अत्र सन्ति अग्रे षष्ठाध्यायः अत्र प्रथममस्ति द्वितीयप्रकरणं यदा वयं दृष्टवन्तः जुहोत्यादि वा ददाति कथं भवति इति दादा द्वितीय तु सम्प्रसारणं यदा यण् इको एनर्जि ओके इको इको वर्णस्य यण् भवति यण् यण् किमपि महोदय किं किञ्चित् डिस्टर्बेन्स् अस्ति श्रूयते वा हा सम्प्रसारणम् इको एनर्जि इति अत्र इकस्थस्थाने यण् आदेशः भवति सम्प्रसारणं तस्य विरुद्धं भवति तत् तस्य विवरणमस्ति उदाहरणाध्याये यदा इको एनर्जि इकारस्य स्थाने इ भवति वकारस्य स्थाने उ भवति इकारः वकारस्य स्थाने उकारः उकारः ऋकारस्य स्थाने ऋकारः ददाति वा उदाहरणम् उदाहरणं न जाने बट् सम्प्रसारणम् इति किम् इति अहं जानामि परन्तु कदा भवति कथं भवति किमर्थं न जानामि कदा किमर्थं न परन्तु उदाहरणं किमपि अस्ति वा भवतः मनसि अहं पठितवान् कुत्र इदानीं न स्मरामि महोदय अस्तु गृहधातुः अस्ति खलु गृहधातुः तस्य प्रथमपुरुषे एकवचनं रूपं किम् अस्ति गृह्णाति गृह्णाति अस्ति खलु तान्तरूपं किम् अस्ति तप्रत्ययान्तरूपं तप्रत्ययान्त गृह्णि गृहीतः धातुमध्ये तु र अस्ति ग र परन्तु ऋकार अस्ति तर्हि तस्य रेफस्य स्थाने ऋकारः यद्भवति तत् सम्प्रसारणम् तर्हि तत्र उवाच अस्ति खलु उवाच सञ्जयः उवाच धृतराष्ट्र उवाच अस्ति खलु लिट् लकार तत्र किमस्ति लिट् लकार अस्ति खलु वच् स्थाने यत् उ आगच्छति द्वित्तं भवति द्वित्तं भवति तत् उ भवति सम्प्रसारणं भवति आहा अस्तु अग्रे तृतीय अंश अस्ति सद्य सन्धि सन्धिविचारः अस्ति संहिता अधिकारः यत्र अत्र स्वरसन्धिविधायकसूत्राणि सन्ति यणसन्धि गुणसन्धि वृद्धिसन्धि सवर्णदीर्घसन्धि इत्यादयः चतुर्थपादे अङ्गाधिकार अङ्गम् इति अङ्गं किम् इति अङ्गम् अस्ति तस्य विवरणमस्ति अङ्गं किम् इति वयं पठितवन्तः पूर्वम् अङ्गकार्य कीदृशम् इत्यस्य कृते अग्रे अस्मिन् कथपत्रे विषये इतोपि विस्तरितः अस्ति अङ्गकार्यम् अङ्गाधिकारः चतुर्थपादे षष्ठाध्यायचतुर्थपादे अस्ति तर्हि अङ्गम् इत्युक्ते अस्माभिः दृष्टं खलु प्रत्ययस्य कृते प्रत्ययस्य कृते अङ्गम् अस्ति तर्हि प्रत्ययस्य कृते तस्य प्रत्ययस्य प्रभावेण अङ्गात् यानि कार्याणि भवितुं शक्नुवन्ति तानि सर्वाणि अत्र अङ्गाधिकारे अस्ति अग्रे सप्तमाध्यायः सप्तमाध्यायः अङ्गकार्यम् अधिकारः षष्ठ्याध्याये सप्तमाध्याये अङ्गकार्यमस्ति अङ्गात् परस्य अङ्ग अधिकारः एव अस्ति परन्तु तत्र कण्टिन्यूशन् एव अस्ति षष्ठमाध्याये चतुर्थपादे अपि अस्ति सप्तमाध्याये अपि अस्ति अङ्गकार्यं किम् इत्युक्ते अङ्गात् परस्य अङ्गकार्यं कानि सन्ति अङ्गात् परस्य प्रत्यादेशः इडागमप्रकरणं यथा खादितवान् इत्यस्मिन् खाद् धातु इडागम भूत्वा तवत् प्रत्यय खादितवान् भवति इति इडागमस्य विषये अस्ति अपि च सार्वधात्मकप्रत्यये परि अङ्गकार्यं सार्वधात्मकार्थयोः वयं दृष्टवन्तः पूर्वं पुगन्तलघुपद्यस्य च अपि चतुर्थबिन्दुः अस्ति वृद्धिप्रकरणं निति किति तद्धितेषु निति इति तद्धितेषु तत्र वृद्धिः भवति इति अहं न जानामि किम् इति वृद्धिप्रकरणम् अपि यथा सार्वधातुक आर्धातुकयोः इति सूत्रे गुणं भवति खलु वृद्धिः अपि भवति तर्हि वृद्धिः इत्युक्ते किं वृद्धिरादेशः खलु आकारः ऐकारः औकारः अभ्यासकार्यं प्रकरणं यत् कार्यं भवति द्युत्तनन्तरं वयं पूर्वं किञ्चित् तस्य विवरणं ज्ञातवन्तः न तत् भिन्नमस्ति तदस्ति द्वित्वप्रकरणं तदस्ति कुत्र द्वित्वं एतत् अभ्यासकार्यं सोरि अभ्यासकार्यम् इति अस्ति द्वित्व यदा भवति तदनन्तरं यत् अभ्यासः अस्ति तत्र किं कार्यं भवति अभ्यास ओके अभ्यासस्थाने यत् कार्यं भवति द्वित्वनन्तरं यथा दा भवति तद् द्वित्वकार्यमस्ति परन्तु तत्र अभ्यासे दा मध्ये यत् अकारस्य लोपः भवति तत् अभ्यासकार्यमस्ति तत् सप्तमाध्याये आगच्छति तर्हि द्वित्वकार्यं षष्ठाध्याये अभ्यासकार्यं यत् द्वित्वानन्तरं भवति तद् सप्तमाध्याये अग्रे अष्टमाध्याय पदस्य इत्यधिकारः इत्युक्ते किं महोदय पदस्य पद इत्युक्ते किम् इति पद इत्युक्ते किं महोदय सुपतिक पदम् सुप्तिगन्तं पदम् तत्र अष्टमाध्यायस्य प्रथमपादस्य त्रयोदश सूत्रात् तृतीयपादस्य चतुश्चत्वारिंशत् पर्यन्तम् अस्ति पदस्य अधिकारः पूर्वत्र असिद्धत्वाधिकारः इति अस्ति सन्धिविषये चिन्तयामि हल् सन्धि विसर्गसन्धि अपि च नत्वप्रकरणं यदा फलं फलानि किन्तु पुष्पं पुष्पाणि इति कथं भवति इति मातुः अष्टाध्यायीसूत्रपाठपुस्तकस्य पुस्तकस्य पृष्ठसङ्ख्या एकादश आत् एकादश आरभ्य सप्तविंशति सप्तविंशति पर्यन्तं प्रत्येक अध्यायस्य पादस्य च सारांश इतोपि विस्तरेण उक्तः. तर्हि एकवारं यस्य कृते अष्टाध्यायीसूत्रपाठमस्ति तत् कृपया उद्घाटयतु. पेज् 11 दृश्यते वा? इतोपि दीर्घरूपेण मात्रा दत्तमस्ति. कस्य कस्य पाठे कस्मिन् कस्मिन् पाठे कस्मिन् कस्मिन् पादे विषयाः के के सन्ति अत्र लिखितमस्ति. तर्हि प्रथम अध्याये प्रथमपादे संज्ञाः परिभाषाश्च गुणवृद्धिनिषेधः इति सर्वं भवन्तः इच्छन्ति चेत् 28 पेज् पर्यन्तं बहु दीर्घरूपेण मात्रा दत्तमस्ति यत् कस्मिन् अध्याये कस्मिन् पाठे किं किं भवति इति वयं ज्ञातुं शक्नुमः. अत्र पेज् 11 टु पेज् 28 इति अस्ति. न गच्छति खलु? तर्हि आहत्य बहु हेण्डी अस्ति. यदि वयम् इच्छामः ओ द्वित्वप्रकरणं कुत्र अस्ति तर्हि अस्मिन् सूच्याम् अस्यां सूच्यां वयं द्रष्टुं शक्नुमः ओ द्वित्वप्रकरणं षष्ठाध्याये भवति इति वयं द्रष्टुं शक्नुमः. इण्डेक्स् टैप् अस्ति. अस्तु तर्हि धन्यवादः महोदय. अग्रे सुमित्रा महोदय. आं महोदय. वदतु. अधिकारसूत्राणि केषाञ्चित् मुख्य अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति. अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि. तेषां कार्यक्षेत्रम् अपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः. महोदय किञ्चित् ध्वनिः आगच्छति. 2701 अहो अहं तं म्यूट् करोमि. आम् इदानीं समीचीनम्. अनन्तरं दत्तमस्ति अधिकारसूत्राणि. यथा अधिकारसूत्रम् अनुवृत्तिः इति दृष्टवन्तः खलु, बहुषु सूत्रेषु पूर्णरूपेण कुतःतः किं सूत्रं पर्यन्तं तस्य प्रभावः अस्ति इति अधिकारसूत्राणि दत्तमस्ति. अधः अस्ति प्रति अधिकारः कुतःतः किं सूत्रं पर्यन्तम् अस्ति इति. प्रथमम् अस्ति प्रत्ययः 3.1.1 अधिकारः 3.1.1 तः 5.4.160 पर्यन्तं. तृतीयचतुर्थ पञ्चम अध्याये सर्वत्र प्रत्ययस्य अधिकारः अस्ति. आम् तस्य प्रभावः तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं संज्ञातं तस्य प्रत्ययसंज्ञा भवति. एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. प्रत्ययः नाम 3.1.1 5.4.16 इत्युक्ते तृतीय चतुर्थ पञ्चमः इत्येषु त्रिषु अध्यायेषु तस्य विधानस्य प्रभावम् अस्ति इति वदति. अतः बहुषु स्थलेषु आगच्छति, अतः अधिकारसूत्रम् अस्ति. अनुवृत्तिरूपेण तिष्ठति. अस्तु महोदय, पठामि वा? 3.1.1 सह 5.4.160 इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः, यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. यतः वर्तमाने लट् 3.2.123 अस्मिन् सूत्रे प्रत्ययः इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति, अतः तस्य प्रत्ययसंज्ञा भवति. कदा अन्वयं करणीयम् इति प्रत्येकं सूत्रस्य अर्थे कथम् अन्वयं करणीयम् इति दत्तं. तदेव संज्ञा इति भवति. यथा वर्तमाने लट् इति अस्ति, अस्मिन् सूत्रे लट् विहितः अस्ति, अतः एतत् संज्ञा इति भवति, तस्य प्रत्ययसंज्ञा इति उच्यते. तर्हि वर्तमाने लट् इति किं भवति? यत् वर्तमानकाले लट् करोतु. परन्तु लट् अपि इदं सूत्रं तृतीय अध्याये अस्ति, अतः प्रत्ययस्य अधिकारः भवति, अतः प्रत्ययः आगच्छति. अतः अनुवृत्तिसहितसूत्रं भवति वर्तमाने लट् प्रत्ययः. तर्हि वयं ये लकाराः जानीमः, लट् लोट् लङ् विधिलि इति, ते सर्वे वस्तुतः प्रत्ययाः सन्ति. अस्तु, अग्रे द्वितीयम् अस्ति परश्च 3.1.2 अधिकारः 3.1.1 5.4.160 पर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. महोदय, प्रकृतेः अनन्तरम् इत्युक्ते प्रकृति यत्र यत्र कार्यं भवति, यत्र किमपि भवति तदनन्तरं प्रकृतिः अस्ति. परश्च इति वदति यत् प्रत्ययः यत् आगच्छति तत् सदैव अनन्तरम् आगच्छति. परश्च इति प्रकृतेः अनन्तरम् आयाति आगच्छति. प्रथमसूत्रमस्ति प्रत्ययः, तद् वदति यत् यत् किमपि आगच्छति तत् प्रत्ययः. वर्तमाने लट् तत्र लट् आगच्छति, अतः लट् प्रत्ययः. परश्च वदति यत् यत् प्रत्ययः आगच्छति तत् सदैव अनन्तरम् आगच्छति. अतः वर्तमाने लट् मध्ये नाम धातुः अस्ति प्रकृति, तस्य अनन्तरं सदा प्रत्ययः आगच्छति. त्रिषु अध्यायेषु अपि प्रत्ययः अनन्तरं यत् आगच्छति तत्तु परश्च. तत्र परश्च संज्ञासूत्रं नास्ति, परन्तु यत् प्रत्ययः यत् अस्ति तत् सर्वदा अनन्तरम् आगच्छति. अनन्तरम् आगच्छति. यथा वर्तमाने लट् 3.2.1.3 वर्तमानार्थे धातुतः लट् भवति. अग्रिमाधिकारसूत्रं धातोः, अपि च लटः प्रत्ययः, संज्ञा भवति प्रत्ययः इत्यनेन, धातोः परे एव आयाति परश्च इत्यनेन. अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्ययः परश्च. अस्तु, प्रथमं तु प्रत्ययः अस्ति, अनन्तरम् आगच्छति परश्च. इदानीं वर्तमाने लट् इति दृष्टवन्तः 3.2.123 मध्ये. इत्युक्ते वर्तमानार्थे लट् भवति धातुतः इति अर्थः. अनन्तरं प्रत्ययः तत्तु संज्ञा अस्ति प्रत्ययः. अनन्तरं परश्च धातोः परे अनन्तरमस्ति धातोः अस्ति, अतः अनुवृत्तिसहितं सूत्रम् अस्ति धातोः वर्तमाने लट् प्रत्ययः परश्च, तादृशं निर्माणं करणीयं पूर्णतया. अस्मिन् सूत्रे यदि लटः प्रत्यय संज्ञा नाम भविष्यत् तर्हि परश्च नागमिष्यत्. तस्यां दशायां लट् तु आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् अभविष्यत्, भूयोगः लट् इति न, अपि तु लट् योगः भू अभविष्यत्. धातोः इत्यस्य अनुवृत्तिः भवति वर्तमाने लट् धातोः वर्तमाने लट्. तर्हि अधुना प्रत्ययः अपि आगच्छति, तर्हि धातोः वर्तमाने लट् प्रत्ययः इति अस्ति. तर्हि लट् प्रत्ययः अधुना प्रश्नः उदेति यत् लट् यत् अस्ति तत् कुत्र आगच्छति, धातोः अनन्तरम् अथवा धातोः पूर्वं? पूर्वं. तर्हि यदि सामान्यरीत्या यदि वयं दृश्यामः तर्हि आद्यन्तौ टकितौ अस्ति खलु. वयं जानीमः यत् आद्यन्तौ टकितौ यत् प्रत्ययः यत् यदि यदपि आगच्छति तद् यदि ट इति अस्ति तत् आदि आगच्छति, क इत् अस्ति चेत् अन्ते आगच्छति. तर्हि लट् मध्ये ट इत् अस्ति, तर्हि आद्यन्तौ टकितौ इति सूत्रेण यस्य आदेशः भवति तत्र तस्य अथवा तस्य पूर्वम् आगच्छति खलु. अतः लट् योगः भू एव. धातोः परश्च भवति इति तर्हि धातोः तत्र तस्य पूर्वम् आगच्छति इति भवति, परन्तु तथा तु सम्यक् नास्ति यतोहि धातोः अनन्तरम् आगच्छति. तर्हि परश्च इति सूत्रस्य महत्त्वं भवति यत् परश्च सूत्रं यत्र यत्र प्रत्ययः आगच्छति तत्र तत्र परश्च सूत्रम् अपि उपविश्य वदति यत् यदा यदा प्रत्ययः अस्ति तदा तदा तत् सर्वदा सः अनन्तरम् एव आगच्छति. अतः लट् प्रत्ययः अस्ति अतः धातोः अनन्तरम् आगच्छति. लट् योगः भू एव समीचीनम्. भू योगः लट् समीचीनम्. भू महोदय अत्र किम् अस्ति, तस्यां दशायां लट् तु आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् अभविष्यत्. प्राक् भूयोत् इट् लट् इति न, अपि तु लट् योगः भू अभविष्यत्, तत्तु समानं न अस्ति खलु. लट् तु अग्रे आगच्छति, लकारः अग्रे आगच्छति, अनन्तरम् आगच्छति. तर्हि इति सूत्रेण वदति सूत्रमागत्य वदति यत् अनन्तरम् आगच्छति. क्रमं कदा पठामि वा? आमां. धातोः 3.1.91 अधिकारः 3.1.91 तः 3.4.117 तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः. 3.1.22 तः 3.1.90 अन्यत् सूत्रं तदेव समानं कार्यं करोति. धातो रेखाचो हलादेः क्रियासमभिहारे यङ्. तर्हि तृतीय अध्याये वयं जानीमः यत् धातुतः ये ये प्रत्ययाः विहिताः तेषां वर्णनम् अस्ति खलु. परन्तु तर्हि कः किं सूत्रं वदति यत् धातोः अनन्तरं प्रत्ययः आगच्छति? तावत् कृते 3.1.91 धातोः सूत्रमस्ति. तद् वदति यत् 3.1.91 तः 3.4.117 पर्यन्तं ये ये प्रत्ययाः आगच्छन्ति ते धातोः इति अधिकारसूत्रेण धातुभ्यः एव विहितः. अस्ति 3122 टु 3190 पर्यन्तम् अपि धातोः अनन्तरम् एव सूत्राणि सन्ति प्रत्ययः वीतः भवन्ति, परन्तु तेषां कृते अन्यत् अधिकारसूत्रम् अस्ति येन धातोः शब्दस्य अनुवृत्तिः भवति. तर्हि 3.1.22 टु 3.1.90 पर्यन्तं धातोरेकाचो हलादेः क्रियासमभारे यङ् इति सूत्रेण धातोः इति पदस्य अनुवृत्तिः भवति, अधिकारः भवति. तदनन्तरं 3.1.91 टु 3.4.117 पर्यन्तं धातोः इति सूत्रस्य अधिकाररूपेण धातोः इति पदस्य अनुवृत्तिः भवति. आहत्य 3.1.22 टु 3.4.117 पर्यन्तं ये प्रत्ययाः सन्ति ते धातुभ्यः विहितः इति. अग्रे यथा निष्ठा 3.2.102 निष्ठा एका संज्ञा अस्ति तत्त्वतु इत्यनयोः प्रत्ययोः कृते. सूत्रसङ्ख्यां पश्य. सूत्रसङ्ख्याया द्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः. तर्हि अनेन सूत्रेण इत्त इत्तवतु च भवतः तयोश्च प्रत्ययसंज्ञा स्तः, अपि च परश्च इत्यनेन धातोः परं विहितौ. भूते 3.2.8.84 इत्यस्यापि अधिकारः अतः भूतार्थे भवति. अनुवृत्तिसहितसूत्रं धातोः निष्ठा भूते प्रत्ययः परश्च. उदाहरणार्थं कृ योगः उक्तवतु, कृतवत् पुंसि कृतवान्. निष्ठा इति एका संज्ञा अस्ति. कृते प्रत्ययः प्रत्ययो इत्त इत्तवत् प्रत्ययो कृते अस्ति. तत्र सूत्रसङ्ख्यां तु 3.2.102 अस्ति. इत्युक्ते अधिकारः इति अवगच्छति प्रत्ययः धातोः परश्च इत्येषां. तर्हि इक्त अपि च इक्तवतु अपि संज्ञा इव भवति. परश्च इति धातोः विहितः अस्ति. भूते इति अपि अधिकारसूत्रम्. अतः प्रथमं तु धातो निष्ठा भूते अनन्तरं प्रत्ययः परश्च. क्रमेण उदाहरणार्थं कृ इति अस्ति, इक्तवतु इति संज्ञा इत्युक्ते प्रत्ययः. कृ धातु, कृ योगः तवतु इति कृतवत् इति भवति. तर्हि निष्ठा इति कापि संज्ञा अस्ति, तस्याः अर्थः अस्ति तवतु प्रत्ययः. अस्तु, तदनन्तरं तृतीय अध्यायः अस्ति, अतः प्रत्ययः परश्च अधिकारः भवति. तर्हि निष्ठा इति संज्ञा शब्देन यत् उक्तमस्ति नाम तवतु, तत् प्रत्ययः अपि अस्ति, तत् प्रकृतेः अनन्तरम् आगच्छति. अधुना धातोः अपि अस्ति अधिकारः, अतः धातोः शब्दस्य अपि तत्र अनुवृत्तिः भवति. नाम एतौ प्रत्ययौ धातु अनन्तरम् आगच्छतः इति अस्ति. तर्हि तवतु प्रत्ययाः सन्ति, धातोभ्यः विहितः धातुभ्यः विहितौ भवतः अनन्तरं भवतः इति अस्ति. भूते अपि तस्यापि अधिकारः अस्ति, अतः भूते इति शब्दस्य अपि अनुवृत्तिः भूत्वा वदति यत् भूतकालविषये तेषाम् उपयोगः प्रयोगः भवति, तयोः प्रयोगः इति अस्ति. नाम सूत्रसङ्ख्यां दृष्ट्वा कस्य कस्य सूत्रस्य अधिकारः भवति इति दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् सूत्रस्य कार्यं कथं भवति. तस्य महान् संक्षेपः भवति खलु, सर्वदा पाणिनिना लिखति प्रत्ययः प्रत्ययः प्रत्ययः परश्च परश्च परश्च धातु अनन्तरं धातु अनन्तरं धातु अनन्तरं एकवारम् एव लिखति प्रत्ययः परश्च तस्य अधिकारम् इति मत्वा अनन्तरं सर्वदा प्रत्ययः आगच्छति परन्तु तस्य लेखनस्य आवश्यकता न अस्ति अतः संक्षेपः भवति. अग्रे प्रातिपदिकात् 4.1.1 अधिकारः अस्ति 4.1.1 तः 5.4.160 चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ञन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत् किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ञन्तात् आबन्तात् वा विहितः भवति. फोर् पायिण्ट् वन् पायिण्ट् वन् तः 5.4.160 ये सन्ति ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः अपि च आबन्तेभ्यः तानि स्त्रीलिङ्गरूपाणि सन्ति. तर्हि तत्र चतुर्थपञ्चम अध्याये यानि ये प्रत्ययाः सन्ति ते सर्वदा प्रत्ययाः प्रातिपदिकेभ्यः अनन्तरं विहितानि भवन्ति अथवा स्त्रीलिङ्ग तत्र नीप् इत्युक्ते स्त्रीलिङ्गप्रत्ययः अस्ति. नाम अत्र कोऽपि स्त्रीलिङ्गशब्दं वदतु यत्र यस्य अन्ते इकारः अस्ति यत् वाणी देवदेवी भवति खलु देवदेवी सुन्दरी अत्र अन्ते नीप् प्रत्ययः अस्ति स्त्रीलिङ्गशब्दस्य अन्ते नीप् प्रत्ययः अस्ति. तर्हि आप् प्रत्ययः अपि अस्ति स्त्रीलिङ्गप्रत्ययः तस्य यत्र आकारार्थस्त्रीलिङ्गपदं यथा अज् अजा तत्र स्त्रीलिङ्ग नाम तृतीय चतुर्थपञ्चम अध्याय ये प्रत्ययाः सन्ति ते प्रातिपदिकेभ्यः अथवा स्त्रीलिङ्गरूपेभ्यः विहितानि भवन्ति नाम सर्वे सुबन्तप्रत्ययाः अत्र आगच्छन्ति सुप्रत्ययाः सुबन्तविधायकसूत्राणि सन्ति. तर्हि तिङन्तसूत्राणि कृदन्तसूत्राणि तृतीय अध्याये सुबन्तसूत्राणि चतुर्थपञ्चम प्रत्ययः इत्यनेन विहितः अपि अतः तस्य नाम तु प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ञन्तात् आबन्तात् अपि विहितः सन्ति. पठामि वा अग्रे संहितायां 6.1.71 6.3.114 अधिकारः 6.1.71 तः 6.1.156 अपि च 6.3.114 तः 6.3.139 तः अत्र स्वरसन्धिविधायकसूत्राणि सन्ति यथा यण्सन्धिः गुणसन्धिः वृद्धिसन्धिः सवर्णदीर्घसन्धिः इत्यादयः. प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते नाम अव्यवहिता स्थितिः. संहितायाम् इति 6.1.71 तः 6.3.114 पर्यन्तम्, अधिकारः तु 6.1.71 तः 6.1.156 पर्यन्तम्, अपि च 6.3.114 तः 139 पर्यन्तम्. अत्र स्वरसन्धेः विधायकसूत्राणि दत्तं सन्ति, इत्युक्ते यण् गुणसन्धिः, वृद्धिः, सवर्णदीर्घ इत्यादयः. प्रत्येकस्मिन् सन्धेः विधायकसूत्रे संहितायाम् इति अस्ति इति उपविश्य वदति वर्णयोः सामीप्यं वर्तते इति, अतः अव्यविहिता इति स्थितिः अपि प्राप्नोति. तत्र नाम सन्धिः तत्र भवति यत्र वर्णाः साक्षात् तत्र स्पर्शः भवति, मध्ये कोऽपि अन्यवर्णः नास्ति, तस्य अर्थः अस्ति संहिता. अस्तु, एतत् एतत्तु अधुना समयः समाप्तः, परन्तु अस्माभिः अधुना दृष्टं यत् अधिकारसूत्राणि, प्रमुख अधिकारसूत्राणि के के सन्ति, तथा अधिकारसूत्राणि यदा वयं जानीमः तर्हि तस्य लाभः भवति, यतोहि वयं ज्ञातुं शक्नुमः यत् कुत्र कुत्र तेषाम् अनुवृत्तिः भवति. वार्ता अस्ति, तर्हि अधुना समयः समाप्तः, अतः अग्रे पठामः अनन्तरं. तर्हि अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि? प्रश्नः अस्ति चेत् एकवारं ध्वनिमुद्रणं करपत्रं पठित्वा पृच्छतु, नो चेत् अग्रिमरविवासरे अग्रे गच्छामः. तर्हि धन्यवादः सर्वेषां. धन्यवादः महोदय, नमस्कारः. धन्यवादः भवति, नमस्कारः.